गतरविवासरे अस्माकम् बलाबलम् इति विषये अस्माकं चर्चा अभवत्, तत्र अधुना चर्चा समाप्ता। तत्र एकः प्रश्नः प्रश्नः आगच्छत् वर्गस्य अन्ते, यत् कुर्वन्ति इति मध्ये नकारस्य णत्वं किमर्थं न भवति। तत्र विजिमहोदया एकम् उत्तरं दत्तम् अनन्तरं मां प्रति ईमेल् कृत्वा। तत्र अहं चिन्तयामि तत् उत्तरं सम्यक् अस्ति, तर्हि धन्यवादः महोदय। अत्र किमस्ति, अस्य मुख्यकारणमस्ति पूर्वत्रासिद्धं, तर्हि सर्वे पूर्वत्रासिद्धं किमस्ति इति जानन्ति खलु? मीना महोदय, पूर्वत्रसिद्धं मध्ये किं भवति? पूर्वतसिद्धं यत् यदि सूत्रं अष्टमध्यायां द्वितीयपादे तः अन्तं प्रति त्रिपादम् इति भागं तत् यत्र पूर्वतसिद्धम् इति सूत्रम् अत्र अस्ति। यदि पूर्वत्रसिद्धं प्रसक्तिः अस्ति, इट् कान्ट् गो बेक् वन् वे ट्राफिक्, सपाद सप्तमध्यायां प्रति गन्तुं न शक्यं। तर्हि पूर्वत्रसिद्धं वदति यत् त्रिपाद्यां यानि सूत्राणि सन्ति तानि सर्वाणि सूत्राणि सपादसप्त अध्यायेषु यत् सूत्राणि सन्ति तेभ्यः तेषां कृते तेषां प्रसक्तिः असिद्धं सन्ति सूत्राणि तत्र स्थितानि सूत्राणि न पश्यति। हा, न पश्यति। अन्यथा त्रिपाद्यमपि यानि सूत्राणि सन्ति तत्र अपि यत् पूर्वसूत्रमस्ति कृते अनन्तरं सूत्रम् असिद्धमस्ति, परसूत्रम् असिद्धमस्ति, तत् अवगच्छामि। तर्हि अत्र कुर्वन्ति मध्ये तस्य एव तदेव कारणमस्ति। किमर्थम् इत्युक्ते, अस्तु, तर्हि कुर्वन्ति मध्ये किम् अस्ति, नकारः अस्ति, तदनन्तरं तस्य साक्षात् अनन्तरं तकारः अस्ति। अस्तु, कुर्वन्ति नकारः तकारः, तर्हि सर्वे शृण्वन्तु, तर्हि नकारः तकारः अस्ति, अतः सर्वप्रथमं किं भवति जानाति वा कोऽपि? विधिमहोदय, भवती वक्तुमिच्छति वा? महोदय, प्रश्नः सः प्रश्नः अस्ति नकारस्य णत्वं किमर्थं न भवति, रेफ अस्ति खलु? विधि महोदय, श्रूयते वा महोदय? आमां, कुर्वन्ति इति कुर्व इन्ति किल, अत्र नकारात् परं ति इति वर्णः आयाति, अत्र अनुस्वारस्य यै परसवर्णः इति सूत्रं प्रसक्तिः अस्ति। प्रथमं किं भवति, कुर्वन्ति नकारः अस्ति, तस्य नकारस्य का स्थितिः भवति? नकारस्य कुर्वन्ति अत्र नकारस्य सर्वप्रथमं किं भवति? सर्वप्रथमं अनुस्वारः भवति किल महोदय? सर्वप्रथमं कुर्वन्ति मध्ये अनुस्वारः भवति, तर्हि तस्य सर्वे पश्यन्तु, यदि पुस्तकमस्ति चेत् अष्टाध्यायी सूत्रपाठे अष्टम अध्यायस्य तृतीयपादस्य चतुर्विंशतितमं सूत्रं पेज् 135 पेज् 135 मम पुस्तकम् अत्र नास्ति भगिनि महोदय. अस्तु अहं वदामि. तत्र 8.3.24 इति सूत्रमस्ति. नश्चापदान्तस्य झलि. तर्हि नश्चापदान्तस्य झलि इति सूत्रं किं वदति? यदि नकारः अस्ति तद् नकारः अथवा मकारः, तत् च इत्युक्ते मकारः अपि अस्ति, मकारः अथवा नकारः यदि अपदान्तम् अस्ति, नाम पदस्य अन्ते नास्ति, तस्य अनन्तरं झल् प्रत्याहारस्य वर्णः भवति. तर्हि नकारस्य तत्र नश्चप्रान्तस्य झलि इति सूत्रमस्ति. तत्र तदनन्तरं 8.3.24 इति सूत्रं वदति, यदि मकारः नकारः अस्ति पदस्य अन्ते, पदस्य अन्ते नास्ति, अपदान्तनकारमकारस्य अनुस्वारः भवति. कदा? यदा तस्य अनन्तरं झल् प्रत्याहारस्य वर्णः अस्ति. तर्हि कुर्वन्ति मध्ये नकारः अस्ति, तत् नकारः किमस्ति? पदान्तस्य अन्ते पदान्तनकारः नास्ति. तदनन्तरं नकारस्य अनन्तरं तकारः अस्ति, तकारः झल् प्रत्याहारे आगच्छति. अतः सर्वप्रथमं नकारस्य अनुस्वारः भवति. तर्हि कुर्व नकारस्य अनुस्वारः ति इति भवति. तदनन्तरं अनुस्वारस्य अधुना तदनन्तरं रसाभ्यां नोणः समानपदे कुत्र अस्ति? रसाभ्यां नोणः समानपदे 841 841 पेज् 137 इति अस्ति. तर्हि अधुना रसाभ्यां नोणः समानपदे अस्य सूत्रस्य प्रसक्तिः एव नास्ति, यतोहि अत्र एकनिमिषः, अत्र सूत्रस्य प्रसक्तिः एव नास्ति, परसूत्रं किमपि नास्ति, अत्र सूत्रस्य प्रसक्तिः एव नास्ति, यतोहि नकारस्य तत्र नकारः तु नास्ति, अनुस्वारः अस्ति. रसाभ्यां नोणः वदति यत् नकारः भवेत्, परन्तु अत्र अधुना नकारः नास्ति, अनुस्वारः अस्ति. अतः अतः रसाभ्यां नोणः समानपदे कार्यं कर्तुं न शक्नोति. अतः तदनन्तरं सर्वानन्तरं 8.458 अस्ति, 138 पेज् 138 अस्ति, 8.458 तत्र सूत्रमस्ति, अनुस्वारस्य यै परसवर्णः. सर्वे प्राप्नुवन्ति वा? अनुस्वारस्य यै परसवर्णः, तत् सूत्रं वदति यत् यदि यदि अनुस्वारः अस्ति, तदनन्तरं यदि यय् प्रत्ययवर्णः अस्ति, तर्हि तत् अनुस्वारस्य परसवर्णः भवति. परसवर्णः इत्युक्ते तद् यय् प्रत्याहारस्य यद् वर्णः अस्ति, तद् वर्णसदृशं यत् अनुस्वारस्य वर्णः अस्ति, तद् अनुस्वारस्य स्थितिः भवति. नाम पश्यतु, तर्हि कुर्वन्ति मध्ये कुर्वन् अनुस्वारः ति अस्ति, अनुस्वारस्य अनन्तरं तकारः अस्ति, तकारः यय् प्रत्याहारस्य वर्णः अस्ति. तर्हि सूत्रं वदति यत् अनुस्वारस्य स्थाने तकारसदृशम् अनुस्वारः वर्णः आगच्छति. नाम तकारसदृशम् इत्युक्ते तवर्गीय. तर्हि तवर्गमध्ये कः वर्णः अस्ति यत् अनुस्वारसदृशमस्ति? कवर्गे कः वर्णः अस्ति अनुस्वारसदृशः अस्ति नाम पञ्चमः वर्णः अनुस्वारसदृशः अतः पुनः अनुस्वारस्य स्थाने नकारः आगच्छति कुर्वन्ति इति भवति अधुना प्रश्नः आगच्छति अधुना एकवारं यदा नकारः आगच्छति तत्र रसाभ्यां नूनः समानपदे किमर्थं कार्यं न करोति पूर्वत्र सिद्धम् तस्य उत्तरमस्ति पूर्वत्र सिद्धं यतोहि तत्तु 8458 तस्य कार्यं न पश्यति पश्यति एव पूर्वत्र सिद्धं नाम 841 अनुस्वारस्य यै परसवर्णः 8458 परसूत्रस्य कार्यमेव न पश्यति कार्यं न तस्य कृते तत् सूत्रमेव नास्ति अतः इदानीं नकार अभवत् इति तत् जानाति न जानाति एव चिन्तयति अतः रसाभ्यां नोणः इति सूत्रं कार्यमेव कर्तुं न शक्नोति अत्र अतः तस्य पूर्वत्र सिद्धम् इति सूत्रेण नत्वं न भवति एतत् एव एतानि एव सोपानानि वा कार्याणि कार्यानम् अपि नकार एव तिष्ठति नत्वं न भवति तत्र महोदय कारयानं तत्र तु समस्तपदं वा समस्तपदं एकमेव पदमस्ति वा कारयानम् अहं चिन्ता लोकयानं कारयानं न ज्ञातवती किन्तु अहं भिन्नम् उदाहरणं ददामि तत्र कार्य इति शब्दं स्वीकरोतु कार्य इति शब्दस्य तृतीयविभक्ति एकवचनं किं क्षम्यतां कार्य इति प्रातिपदिकम् अस्ति खलु कार्येण तत्र नतं भवति खलु तत्र तत्र कार्येण तत्र नत्वं किमर्थं भवति तत्र किमर्थम् एतानि सोपानानि न आगच्छन्ति इति सूत्रेण तत्तु अस्ति परन्तु यथा मया उक्तं कुर्वन्ति मध्ये सर्वप्रथमं नकारस्य अनुस्वारः तदनन्तरं रसाभ्यां नूनः न भवति तदनन्तरं पुनः अनुस्वारस्य यै परसवर्णः आगत्य तानि सर्वाणि कार्याणि कार्येण इति पदे किमर्थं न भवन्ति आम् कार्येण अपि न भवति रामेण अपि न भवति पुष्पेण अपि न भवति अकार अन्तम् नकारस्य अनन्तरं यत् वर्णः अस्ति तदस्ति अकार नश्चापदान्तस्य झलि कदा कार्यं करोति यदा नकारस्य अनन्तरं झल् प्रत्याहारस्य अस्ति अजन्तवर्णाः अचवर्णाः झल् प्रत्याहरितुं न आगच्छन्ति खलु अतः रामेण मध्ये नकारस्य अनुस्वारः न भवति अतः तदनन्तरं तस्य प्रसक्तिः एव नास्ति तदनन्तरं रसाभ्यां नोणः समानपदे अट् कुप्वाङ् नोम्यवायति तद् वस्तुतः नकारं तत्र वस्तुतः नकारम् अस्ति सूत्रं नकार पश्यति अतः तत्र णत्वं भवति अस्तु किन्तु कार्यानं किमर्थं तत्र नकार नत्वं न भवति कारयानम् अहं चिन्तयामि समस्तपदम् अस्ति इति समस्तपदं नास्ति नास्ति वा कारयानं भिन्नभिन्नपदानि सन्ति चेत् सूत्रस्य कार्यं न भवति यतोहि रसाभ्यां नोणः वदति यत् समानपदे एव नकाररेफः भवति तत्र समस्तपदेन कार्यं न करोति किम् कार्यानां समस्तपदम् अस्ति वा न जानामि अत्र कार् इत्युक्ते किम् अत्र महोदय कार् इत्युक्ते किम् रेफः नास्ति, र शब्दः अस्ति. अहं चिन्तयामि अत्र एक एव पदं नास्ति, एकपदं नास्ति. कारयानम् इत्युक्ते समिता महोदय, कार् इङ्ग्लिश् कार्, इङ्ग्लिश् कार्, इङ्ग्लिश् कार् अपि च संस्कृतं योजयित्वा किमर्थं व्याकरणं किं संस्कृत संस्कृत पूर्णसंस्कृतभाषायां करणीयं किल, भवितव्यं किल कार् इति आङ्ग्लभाषायां मध्ये. तत्र तदनन्तरं यानं संस्कृतभाषा, द्वययोजनेन व्याकरणं वक्तुं शक्नोति वा भवती? अत्र कारयानम् इति जनाः नूतन अत्र आधुनिकभाषायां कारयान इति शब्दस्य प्रयोगं कुर्वन्ति, तत्तु अस्ति. परन्तु एकमेव पदम् अत्र अहं चिन्तयामि तत् किं कारयानं केवलम् आधुनिकपदमस्ति, तत् किमपि तत्र शास्त्रीय किमपि नास्ति, अतः जनाः योजयन्ति. परन्तु तत्र शास्त्रीय नास्ति पदम् इति अहं चिन्तयामि. इट् इस् जस्ट् अ मेडप् वर्ड् कारयानं. सो तत्र प्रायः एकपदम् अपि नास्ति, तर्हि तत्र एकपदं नास्ति चेत् नकारस्य नत्वं न भवति. रेफः, शकारः, नकारः च एकस्मिन् एव पदे भवन्ति, तत्र तदा एव णत्वं भवति. कारयानं डजन्ट् तत्र सम्यक् शब्दः नास्ति प्रायः. अस्तु, अहमपि तदेव चिन्तितवती. कारयानं प्रायः एकपदं नास्ति, किन्तु अन्य किमपि एक्स्प्लेनेशन् न प्राप्तवती. इदानीम् एतत् तत्र अपि रेफस्य अनन्तरम् अकार एव भवति, अतः न भवितुं शक्नोति यदि तत् शास्त्रीयपदम् अस्ति तत्र तत् भवितुं शक्नोति. परन्तु अहं चिन्तयामि तत् वास्तविकपदमेव नास्ति, तत्र आधुनिकपदम् अस्ति. इट्स् लैक् जस्ट् अ मोडिफिकेशन् आफ् लैक् सङ्गणकम् अपि आधुनिकशब्दः एव अस्ति. न आधुनिक न कार इति करणीयम् इति शब्दस्य णकारः उच्यते किल महोदय, कार शब्दः संस्कृत नास्ति खलु, सङ्गणक इति संस्कृतशब्दः अस्ति. अस्तु अस्तु, बै आधुनिक ऐ डोण्ट् मीन् टेक्नोलाजिकलि मोडर्न्, ऐ मीन् द एटिमोलोजि आफ् द वर्ड् इट् सेल्फ् इस् नाट् संस्कृत बेस्ड्. अस्तु, तर्हि तत्र सम्यक् उदाहरणं नास्ति. परन्तु अन्य स्थाने कुत्रापि एकस्मिन् एव पदे पश्यतु, तत्र रशब्दः अस्ति चेदपि नकारस्य नत्वं भवति. तत्र करणीयमस्ति यथा महोदयेन उक्तं, तत्र भवति, सर्वत्र भवति. तर्हि शास्त्रीयशब्देषु चिन्ता नास्ति कापि. अस्तु, तर्हि अग्रे गच्छामः. नूतनकरपत्रमस्ति, एक लघुकरपत्रमस्ति अत्र, कुत्र अस्ति, 413, सेक्शन् 413, द्वौ धातौ अधिकारौ आकृतिः कारणं च. सर्वे पश्यन्ति वा? मम ईमेल् मध्ये प्रथम लिंक अस्ति तत्र. अस्तु, तर्हि तत्र लघु करपत्रम् अस्ति, अतः झटिति भवति. द्वौ धातौ अधिकारौ इति अस्ति, आकृतिः कारणं च. सर्वे प्राप्नुवन्ति वा? महोदय फोर्थ अष्टाध्यायी परिचय अत्र वा अष्टाध्यायी परिचयः सेक्शन् फोर् अस्ति खलु तस्य सार्वधातुकलकारः अर्धधातुकलकारः च न तस्य अन्तिमकरपत्रं द्वौ धातौ अधिकारौ आकृतिः कारणं धन्यवादः अस्तु तर्हि सुमन् महोदय पठतु एकनिमिषम् अन्म्यूट् कृतवती द्वौ धातवाधिकारौ अकृतिः कारणम् आकृतिः आकृतिः आकृति विषयपरिचयः धातोर्रेखाच्यो हलादेः क्रियापद क्षम्यतां किञ्चित् क्लेशः भवति अस्तु क्रिया समाभि हारे यङ् इत्यनेन प्रथमा धातव अधिकारः धातोः 3.9.91 अस्ति इत्यनेन द्वितीय धातव अधिकारः 3.1 प्रायः 91 न 3.9 किमपि नास्ति तत्र प्रायः टैपो अस्ति तत्र टैपो अस्ति ओ आमामां 9 किमपि न भवति 3.1.91 भवति टैपो अस्ति अस्तु तर्हि अहं प्रश्नं पृच्छामि तत्र सुमन् महोदय केचन के अध्यायाः सन्ति यत्र प्रत्ययस्य विषये सूत्राणि सन्ति तृतीय चत्वारि पञ्चमी नो चेत् चतुर्थ पञ्चम क्षम्यता तृतीय चतुर्थ पञ्चम सम्यक् तत्र धातुप्रत्यये धातु प्रत्ययाः कस्मिन् अध्याये आगच्छन्ति तृतीय तर्हि तृतीय तृतीय अध्याये सर्वे प्रत्ययाः ये सन्ति धातुप्रत्ययाः सन्ति अस्तु तर्हि धातु इति कथं जानीमः यत् प्रत्ययाः धातुकृत एव सन्ति तत् तत्र तु धातोः धातोः शब्दस्य अधिकारः भवति सम्यक् तर्हि धातोः इति शब्दस्य कस्मादपि सूत्रात् अनुवृत्तिः भवति अधिकारः भवति तेन वयं ज्ञातुं शक्नुमः यत् सर्वे प्रत्ययाः धातुकृते एव सन्ति तर्हि अस्मिन् करपत्रे किम् अस्ति यत् अस्मिन् करपत्रे लिखितम् अस्ति यत् धातोः इति शब्दस्य यत् अधिकारः अस्ति तद् तृतीय अध्याये वस्तुतः द्वाभ्यां सूत्राभ्याम् अभवति एकसूत्रमस्ति धातोरेकाचो हलादेः क्रियासमभिहारे यङ् तत् सूत्रमस्ति यत् 3122 नाम 3122 टु 3190 इति सूत्रेषु ये प्रत्ययाः सन्ति धातुप्रत्ययाः सन्ति तेषां कृते धातोः इति शब्दस्य अधिकारः धातोरेकाचो हलादेः क्रियासमभिहारे यङ् इति सूत्रात् भवति परन्तु 3191 टु 34117 नाम अष्टाध्याय तृतीयपादस्य अन्तपर्यन्तं ये धातुप्रत्ययाः सन्ति तेषां कृते धातोः इति शब्दस्य अधिकारः धातोः 3191 इति सूत्रात् एव भवति तर्हि 3122 टु 3190 कृते एकं सूत्रं 3191 टु 34117 कृते अन्यसूत्रं तर्हि प्रश्नः उदेति किमर्थम् एकम् एवं सूत्रं नास्ति मम प्रश्नः अपि तर्हि इफ् 3191 तः अपि धातोः इति शब्दस्य अनुवृत्तिः अस्ति किमर्थं 3122 टु 34117 सम्पूर्णमध्ये एकस्मात् एव सूत्रात् अधिकारः किमर्थं न भवति एकनिमिष एकः प्रश्नः अस्ति 3122 मध्ये धातोः पदम् अस्ति किन्तु तत्र अनेकपदं सूत्रं खलु पूर्व सूत्रस्य अधिकारः भवति वा धातोः एव अधिकारः तत् सूत्रं तु अधिकारसूत्रं न भवति अनुवृत्ति रूपेण एव आगच्छति सत्यम् अस्तु उत्तमम् परन्तु धातोः इति शब्दस्य अधिकारः अस्ति सूत्र अधिकारसूत्रमपि यदा सम्पूर्णसूत्रम् अधिकारसूत्रं नास्ति परन्तु धातोः इति शब्दस्य अधिकारः अस्ति यतोहि तस्य बहुषु सूत्रेषु तस्य अनुवृत्तिः भवति अतः सम्पूर्णसूत्रं सूत्रस्य अनुवृत्तिः न भवति परं धातोः इति सूत्रस्य भवति तस्मिन् सूत्रे धातोः केवल अधिकार अनुवृत्तिरूपेण आगच्छति किन्तु 3191 तत्तु सम्पूर्ण अधिकारसूत्रं खलु सत्यं सूत्रम् अधिकारसूत्रं तत्रापि केचन वक्तुं शक्नुवन्ति यत् धातुरेकाचो अपि अधिकारम् अस्ति यतोहि तत्र धातोः इति शब्दस्य बहुषु सूत्रेषु अनुवृत्तिः भवति परन्तु आम् पूर्णसूत्रस्य अनुवृत्तिः नास्ति अतः सम्पूर्णसूत्रम् अधिकारसूत्रं नास्ति परन्तु धातोः इति शब्दस्य तर्हि अधिकारः भवति खलु पार्ट्लि अधिकारः इति वक्तुं शक्नुमः तर्हि प्रश्नः अस्ति यत् अधिकारद्वयं किमर्थम् अस्तु तर्हि अग्रे पठतु अस्तु किमर्थं धात्वाधिकारद्वयम् अस्ति यदा धातौ रेखा च आह्लादेः क्रिया समभिहारे यौ इत्यस्मात् धातोः इत्यस्य अधिकारः भवति 3122 तः 3190 पर्यन्तं तदा धातोः 3191 यस्य अधिकारः भवति ततः एव आरभ्य तृतीय अध्यायस्य अन्तपर्यन्तं तस्य का आवश्यकता अस्तु पाणिनः धातोरेकासु हलादेः क्रिया समभिहारे यङ् इत्यस्मात् धातु इत्यस्य अधिकार वर्धयितुं शक्तवान् तृतीय अध्यायस्य अन्तपर्यन्तं खलु किमर्थं तत्र द्वितीयधातोः सूत्रम् आवश्यकम् इति प्रश्नः उदेति सर्वे अवगच्छन्ति वा प्रश्नः कः अस्ति प्रश्नः अवगतं तत् किमर्थम् उत्तरम् अग्रे अस्ति प्रश्नः सर्वे अवगच्छन्ति खलु न महोदय विजि अरुणा महोदय न अवगच्छति वा न महोदय अस्तु तर्हि भवत्या समीपे सूत्रपाठः अस्ति वा पुस्तकम् अस्ति महोदय तर्हि एकवारम् उद्घाटयतु 3122 पेज् 54 अस्ति आं महोदय धन्यवादः तर्हि 3122 मध्ये धातो रेकाचो हलादेः क्रियासमविहारे यङ् अस्ति खलु आम् तर्हि अस्मिन् सूत्रे धातोः इति शब्दः अस्ति तस्य अधिकारः 3122 टु 3191 इति सूत्रपर्यन्तं भवति आम् 3191 3190 तत्र पेज् 56 अस्ति 3190 कुशीरजोः प्राचांश्यन् परस्मैपदं च इति अहं पश्यामि हा तर्हि 3122 टु 3190 मध्ये यानि सूत्राणि सन्ति तेषां कृते धातोः इति शब्दस्य अधिकारः भवति धातोरेकाचो हलादेः क्रियासमभार्ययम् इति सूत्रम् तदनन्तरं 3191 इति धातोः अस्ति पुनः एकं सूत्रमस्ति 3191 धातोः तस्य 3191 इति सूत्रस्य यत् धातोः अस्ति तस्य अधिकारः भवति सम्पूर्णतृतीय अध्यायस्य अन्तपर्यन्तम् तर्हि अधुना प्रश्नः अस्ति 3191 to 3191 कृते एकं धातोः इति सूत्रस्य अधिकारः 3191 to 34117 कृते धातोः इति शब्दस्य अधिकारः अन्यसूत्रात् भवति तर्हि धातोः इव पदस्य यदि अधिकारः भवति तर्हि किमर्थं तस्य कृते किमर्थं द्वे सूत्रे किमर्थम् एकमेव सूत्रात् नाम किमर्थं धातोरेकाचो हलादेः क्रियासमभिहारे यङ् इति सूत्रात् एव किमर्थं सम्पूर्णतृतीय अध्यायस्य अन्तपर्यन्तं सूत्रस्य धातोः शब्दस्य अधिकारः किमर्थं न भवति इति प्रश्नः अस्ति द्वयोः सूत्रयोः का आवश्यकता अवगच्छति वा अवगतम् पुस्तकं मम अग्रे नास्ति तस्मात् एव एकः संशयः महोदयः 3190 सूत्रं किम् 3190 किमपि विशेषः नास्ति 3191 तु धातोः अस्ति प्रथम अधिकारस्य सूत्रे किमपि नास्ति कुशीरजोः प्राचांश्यन् धातोः एकाचो हलादेव 3191 धातोः किमर्थं धातोः ट्वैस् भवती पठतु अधुना अहं पठामि वा उत्तरम् उत्तरमेव उत्तरं धातुभ्यः विहिताः प्रत्ययाः चतुर्विधाः धातुप्रत्ययाः विकरणप्रत्ययाः कृत्प्रत्ययाः च सनादयः द्वादश धातुप्रत्ययाः सन्ति यैः आदिदेशिकाः सनन्ताः निजन्ताः च आदयः धातवः निष्पन्नाः धातुप्रत्ययाः विकरणप्रत्ययाः च प्रथमे धात्वधिकारे स्तः तिङ्प्रत्ययाः कृत्प्रत्ययाः द्वितीये धात्वधिकारे स्तः तत्र द्वितीयधातुधिकारे एतत् प्रमुखं सूत्रम् अस्ति कृत् अतिङ् अनेन सूत्रेण अस्मिन् द्वितीय अधिकारे यः कोऽपि प्रत्ययः विहितः सः तिङ् नास्ति चेत् कृत् अस्ति एव इति अर्थः अहं पुनरपि पठितव्यं महोदय एक एव धात्वधिकारो यदि अभविष्यत् तर्हि अनेन कृत् इति सर्वे विकरणप्रत्ययाः शप् श्यन् श्नु इत्यादयः अपि च सर्वे सन् प्रत्ययाः सन् ख्यच् खाम्यच् इत्यादयः इमे सर्वे कृत् संज्ञकाः अभविष्यन् तन्न स्यात् अस्य च निवारणार्थं धात्वधिकारद्वयम् आवश्यकम् आसीत् मम न मया न अवगतम् किञ्चिदपि अवगच्छति वा बहूनि अस्तु चिन्ता नास्ति, अहं वदामि धातु प्रत्यय चतुर्विधा इति अस्ति, एकनिमिष एकवारमेव वदतु सुमन् महोदय किं वदति. धातुप्रत्ययः अस्ति, विकर्णप्रत्ययः अस्ति, तिङ् प्रत्ययः अस्ति, कृत् प्रत्ययः. तिङ् कृत् विकर्ण धातुप्रत्ययः किं महोदय? तथा तदेव अहं वदामि, शृणोतु. तत्र धातुप्रत्ययः नाम धातु अनन्तरं यानि यानि प्रत्ययानि ये ये प्रत्ययाः सन्ति ते चतुर्विधाः भवन्ति. एकमस्ति तिङ् प्रत्ययः, तत्तु सर्वे जानन्ति. तिङ् प्रत्ययः अष्टादश तिङ् प्रत्ययाः सन्ति, ते सर्वे जानन्ति. तदनन्तरमस्ति कृत् प्रत्ययः, ते अपि सर्वे जानन्ति. यथा क्त, अनियर् इति. तदनन्तरं विकरणप्रत्ययः अपि सर्वे जानन्ति, शप्नु इति. गणप्रत्ययः. तर्हि धातुप्रत्ययः इत्युक्ते किं? तर्हि अष्टाध्यायाम् अथवा सम्पूर्णव्याकरणे द्वादशप्रत्ययाः प्रत्ययाः सन्ति, ये यदि धातु अनन्तरं यदि आगच्छन्ति तदा नूतनधातोः निष्पादनं भवति. सामान्यतया यदा प्रत्ययः धातु अनन्तरम् आगच्छति तदा नूतनधातुः न भवति. उदाहरणं धातु प्लस् विकरणप्रत्ययः अस्ति, नाम पठयोगः अ, पठति मध्ये पठ्योग पठयत् अस्ति, तत् सः नूतनधातुः नास्ति. तथैव पठति मध्ये यदि तिङ् प्रत्ययः आगच्छति, पठ्योगः तिङ् ते, तत्रापि यत् पदं भवति तत् धातुः नास्ति. कृत् प्रत्ययः कृते अपि यत् अस्ति तत् धातुः नास्ति. परन्तु धातुप्रत्ययाः सन्ति, द्वादशधातुप्रत्ययः, यत्र यदा धातोः प्रत्ययस्य यदा योजनं भवति तदा नूतनधातुः भवति. निच् प्रत्ययः एक धातुप्रत्ययः अस्ति, यतोहि यत्र चुर् योगः णिच्, तत्र चुर् धातुः अस्ति. णिच् यदा आगच्छति तदा चोरि इति नूतनधातुः भवति, चोरि. तर्हि धातुप्रत्ययाः सन्ति. अनन्तरम् एक धातुप्रत्ययः अस्ति यथा जानन्ति न वा इति न जानामि, परन्तु सन् अस्ति. सन् कोऽपि सन् सन् इति जानाति वा? सन् सन् किमस्ति? तर्हि सन् प्रत्ययः किं करोति? यदा कार्यस्य इच्छा अस्ति तदा सन् प्रत्ययः आगच्छति. उदाहरणम् अहं वक्तुम् इच्छामि, यदा अस्ति अहं पठितुम् इच्छामि, एकं वाक्यमस्ति, सम्यक् वाक्यमस्ति, परन्तु एकं यद् अन्यवाक्यमस्ति अहं पठामि पठिष्यामि पिपठिष्यामि इत्युक्ते पठितुम् इच्छामि, पठितुमिच्छामि. तत्र पिपठिष्यामि मध्ये यत् पिपठिष अस्ति तद् नूतनधातुः अस्ति, तत्र सन् प्रत्ययः अस्ति. यथा महोदय सुमन् महोदय, यथा पिपासा इति शब्दम् अवगच्छति वा? पातुमिच्छा, पातुमिच्छा. चिकीर्षा इति शब्दम् अवगच्छति वा? अत्रापि सर्वत्र एकनिमिषं महोदय, तत्र सर्वत्र सन् प्रत्ययः अस्ति. पिपासा इत्युक्ते पातुम् इच्छा, नाम किञ्चित् पातुम् इच्छति, तत् पिपासा. चिकीर्षा इत्युक्ते किमपि कर्तुम् इच्छति अथवा चिकीर्षा. तत्र सर्वत्र सन् प्रत्ययः अस्ति, तत्र नूतनधातुः भवति. तर्हि धातुपाठे नाम धातुपाठे अस्ति खलु, तत्र धातुपाठे सर्वे धातवः सन्ति, 2000 धातवः. धातुपाठे ये ये धातवः आगच्छन्ति ते मूलधातवः, ते औपदेशिकधातुः. तदनन्तरं धातुप्रत्ययस्य योजनानन्तरं यत् नूतनधातुः आगच्छति तत् सः आदिदेशिकधातुः. तर्हि औपदेशिक महोदय वदतु, नो चेत् मीना महोदय मध्ये मध्ये न वदतु, लास्ट् लैन् अस्ति यत् यत् औपदेश धातुपाठः अस्ति खलु, धातुपाठे उपद्विसहस्र धातवः सन्ति, सर्वे धातवः सन्ति, ते मूलधातवः सन्ति, तेषां नाम अस्ति औपदेशिकधातु, उपदेश इत्युक्ते धातुपाठे ये धातवः सन्ति औपदेशिकधातुः। औपदेशिकधातुः तद् यदा तेषां योजनं भवति सनादयः इति धातु प्रत्ययः प्रत्ययैः सह यदा तेषां योजना भवति तदा नूतनधातोः निष्पादनं भवति, तत् सः धातुः आतिदेशिकधातुः इति अस्ति। तर्हि सनन्तधातुः णिजन्तधातुः ते सर्वे आतिदेशिकधातवः सन्ति, नाम चुर् चुर् धातु अस्ति औपदेशिकधातु, यतोहि चुर् धातु धातुपाठे भवति, परन्तु चुर् योगः णिच् यथा चोरी नाम्ना णिजन्तधातुः भवति नूतनधातुः, सः धातुः आतिदेशिकधातुः अस्ति इति एकं वर्गीकरणम् अस्ति। तर्हि आशयः किं यत् धातुप्रत्ययाः सन्ति द्वादशधातुप्रत्ययाः येषां योजनेन नूतनधातोः निष्पादनं भवति। तर्हि अधुना किं लिखितमस्ति, प्रथम अधिकारः यत् अस्ति धातोरेकाचो हलादेः क्रियासमभिहारे यङ् सः अधिकारः धातुप्रत्ययाः विकरणप्रत्ययाः कृते धातुप्रत्ययानां विकरणप्रत्ययानां कृते भवति, नाम प्रथम अधिकारे द्वादशधातुप्रत्ययाः सर्वे विकरणप्रत्ययाः आगच्छन्ति, द्वितीयधातु अधिकारे नाम 3191 टु 34117 मध्ये तिङ् प्रत्ययाः कृत् प्रत्ययाः इति अन्य सर्वे धातुप्रत्ययाः आगच्छन्ति। तर्हि अस्य विभजनस्य कारणं कायं कारणं किम् अस्ति, अस्तु तर्हि 3193 अस्ति एकं सूत्रमस्ति कृदतिङ् 3193 सूत्रमस्ति कृदतिङ् प्रमुखसूत्रमस्ति, तदपि किं लिखति यत् कृदति इत्युक्ते तर्हि कृद् अतिङ् कृत् अतिङ् नाम यदि प्रत्ययः तिङ् नास्ति तत् प्रत्ययः सः प्रत्ययः कृत् भवति। तर्हि तर्हि समस्या का अस्ति, यदि एकमेव अधिकारः अस्ति तर्हि कृद् अतिङ् इति सूत्रेण ये ये प्रत्ययाः तिङ् न सन्ति ते सर्वे कृत् भवन्ति, तर्हि सर्वे धातुप्रत्ययाः विकरणप्रत्ययाः अपि कृत् भवन्ति, नाम शप् श्नु श्लु शप् श्नु श्लु श्यन् तथैव णिच् सन् एते सर्वे अपि तिङ् न सन्ति अतः कृत् भवन्ति, परन्तु पाणिनिः तु एतत् न इच्छति, तस्य कृते कृदतिङ् प्रत्ययः तत्र कृदतिङ् प्रत्ययेषु कृत् प्रत्ययेषु तिङ् प्रत्ययः अथवा शप् प्रत्ययः विकरणप्रत्ययः अथवा धातुप्रत्ययः सः इच्छति यत् ते तिङ् प्रत्ययः तु न सन्ति। अतः द्वौ अधिकारौ स्तः, प्रथम अधिकारे यत्र कृदतिङ् तस्य सूत्रं तत्र न आगच्छति, तत्र एकः अधिकारः तत्र विकरणप्रत्ययः धातुप्रत्ययः आगच्छन्ति, तत्र कृदतिङ् इति सूत्रस्य प्रसक्तिः नास्ति, परन्तु यत् द्वितीयः अधिकारः अस्ति धातोः इति तत्र कृदतिङ् सूत्र आगच्छति, तत् धातोः अन्य द्वितीय अधिकारे यानि ये प्रत्ययाः सन्ति तिङ् प्रत्ययाः कृत् प्रत्ययः तत्र कृदतिङ् इति सूत्रस्य प्रसक्तिः भवति, अतः द्वौ धातु अधिकारौ स्तः। उत्तमम् उत्तमम्। अवगच्छन्ति वा मीना महोदय, अवगच्छति वा? महोदय अवगच्छति वा? अवगच्छति महोदय. एकः प्रश्नः त्वा तुमन् इत्यादीनां प्रत्यये वा महोदय? आमां. ये सर्वे कुत्र आगच्छति? तर्हि 3193 अनन्तरं यानि ये प्रत्ययाः सन्ति ते तिङ् सन्ति अथवा कृत् सन्ति. तिङ् अथवा कृत्. ओके, तो तिङ् कृत् विहाय सर्वे प्रत्ययाः कृतत्ङ् इति सूत्रात् परम् आगच्छन्ति. पूर्वं अतिङ् इति सूत्रः 3193 अस्ति. 3193 तद् अनन्तरं विहिताः सूत्र धातुप्रत्ययाः विकरणप्रत्ययाः ते ते तिङ् नास्ति कृत् भवति वा? तदेव अस्ति, न भवति. किमर्थं न भवति? यतोहि भिन्नभिन्न अधिकारः अस्ति. पश्यतु पश्यतु 3-1 पुस्तकं नास्ति किम्? अस्तु, पुस्तकं नास्ति. यदि एकः एव अधिकारः भवेत् तर्हि कृदतिङ् इति सूत्रेण ये ये सर्वे धातुप्रत्ययाः सन्ति, धातु अनन्तरप्रत्ययाः सन्ति, ते सर्वे तिङ् भवन्ति नो चेत् कृत् भवन्ति, खलु? यदि एक एव अधिकारः भवति तर्हि चेत् तिङ् न सन्ति चेत् सर्वे प्रत्ययाः कृत् भवन्ति. तावदस्ति चेत् सर्वे विकरणप्रत्ययाः नाम शप् श्यन् श्न श्नु इति अपि तिङ् अकृत् प्रत्ययाः भवन्ति, यतोहि ते तु तिङ् प्रत्ययाः न सन्ति. तथैव सन् प्रत्ययः णिच् प्रत्ययः अपि कृत् प्रत्ययः भवन्ति, यतोहि ते अपि तिङ् न सन्ति, खलु? परन्तु तथा मास्तु, पाणिनि चिन्तयति यत् तथा मास्तु. विकरणप्रत्ययाः द्वादश आतिदेशिकप्रत्ययाः सन् णिच् ते विकरणप्रत्यये कृत् प्रत्ययः मा भवन्तु इति पाणिनि चिन्तयति. अतः तेन द्वौ अधिकारौ कृतौ. प्रथम अधिकारे विकरणप्रत्ययः धातुप्रत्ययः आगच्छन्ति. तत्र कृदतिङ् इति सूत्रस्य प्रसक्तिः नास्ति, यतोहि तस्मिन् अधिकारे कृदतिङ् सूत्र एव नागच्छति. परन्तु द्वितीय अधिकारे नाम 3191 ऑनवर्ड्स् तत्र कृदतिङ् इति सूत्रं पाणिनी महोदयेन स्थापितं. तत् तस्य अर्थमस्ति यत् अस्मिन् अधिकारे नाम 3191 तः अस्मिन् अधिकारे ये ये प्रत्ययाः तिङ् न सन्ति ते कृद् भवन्ति. यदि एक एव अधिकारः अस्ति भवति तर्हि कृदतिङ् इति सूत्रस्य सम्पूर्ण अधिकारे तस्य प्रसक्तिः भवति. तावद् भवति चेत् सर्वे प्रत्ययाः विकरणप्रत्ययाः सन् प्रत्ययाः अपि सर्वे प्रत्ययाः कृत् भवन्ति. तद् पाणिनि न इच्छति, अतः तेन भिन्नभिन्न अधिकारः कृतः. अवगच्छति वा? उदाहरणमस्ति वा? कस्य उदाहरणम्? भवत्या समीपे पुस्तकं नास्ति, परन्तु अहं तदापि वदामि. 313 यथा पुस्तकम् अस्ति चेत् तदपि उद्घाटयन्तु. तर्हि 3122 अस्ति, पेज् 54. तर्हि धातो रेखाचो हलादेः क्रियासमभि आरय्यङ्ग् अस्ति. तत्र केवलं शृणोतु महोदय, भवत्या समीपे पुस्तकं नास्ति. 3122 अस्ति, धातो रेखाचो हलादेः क्रियासमभिहारे यङ्. तदनन्तरं 3125 अस्ति. सत्याप पाश रूप वीणा तूल श्लोक सेना लोम त्वच वर्म वर्ण चूर्ण चुराधिभ्योणिच. तत्र चुराधिभ्योणिच अस्ति खलु, तत्र णिच् प्रत्ययः आगच्छति. तदनन्तरं 3132 अस्ति, सनाद्यन्ता धातवः, तत्र सन् प्रत्ययः आगच्छति. तदनन्तरं 3133 स्यतासि लृलुटोः, एतत् सूत्रं तु वयं जानीमः खलु, स्यतासि लृलुटोः. तत्र लृट् लकारः लृङ् लकारः लुट् लकारः अस्ति चेत् स्यतास् इति विकरणप्रत्ययः आगच्छति. तदनन्तरं 3143 अस्ति, चिलि लुङ्गि, लुङ् विका लुङ् लकारः अस्ति चेत् चिलि प्रत्ययः आगच्छति. तद् एतत् सर्वाणि विकरणप्रत्ययः. तदनन्तरमस्ति 3168 कर्तृशप्, अत्र शप् प्रत्ययः विकरणप्रत्ययः आगच्छति. 3161 వ్యక్తి మీ కాల్ ను హోల్డ్ లో ఉంచారు, దయచేసి లైన్ లో ఉండండి. తత్ర 3161 అస్తి దివాదిభ్యః శంతరి. అత్ర 3191 ఇతి సూత్రస్య సూత్రాత్ ప్రా సర్వే వికర్ణ ప్రత్యయః ధాతు ప్రత్యయ ఆగచ్చంతి. తత్ర కృదతిం ఇతి సూత్రస్య ప్రసక్తిః న భవతి, అతో హి తత్తు భిన్న అధికారః అస్తి. तदनन्तरं 3191 इति सूत्रमस्ति धातोः. 3193 अस्ति क्रिदतिङ्, अत्र क्रिदतिङ् अस्ति द्वितीयधातु अधिकारे, तस्य प्रसक्तिः द्वितीय अधिकारे भवति. तद् वदति यत् द्वितीय अधिकारे ये ये तिङ्प्रत्ययः न सन्ति ते सर्वे कृत्प्रत्ययाः भवन्ति इति. अतः अस्मिन् द्वितीय अधिकारे सर्वत्र प्रत्यय तु तव तूक्त अनियर् सर्वे प्रत्ययाः आगच्छन्ति. ते सर्वे प्रत्ययाः तिङ् न भवन्ति, अतः ते सर्वे प्रत्ययाः सन्ति किं कृत्. महोदय एतत्तु संज्ञासूत्रं वा? किं कृदतिङ् कथयितुं शक्नुमः, कृत् इति, कृत् इति पदस्य संज्ञा अस्ति खलु. आम्, यत् तिङ् नास्ति, अतिङ् अस्ति चेत् कृत् अस्ति. अतः द्वि अधिक द्वौ अधिकारौ पुस्तकं नास्ति, तदैव कष्टमेव. परन्तु आशयम् अवगच्छति खलु. अवगच्छामि इदानीम्. अस्तु, तदेव अस्ति, अतः द्वौ धातु अधिकारः. अस्तु, प्रश्नः अस्ति वा कोऽपि, कस्यापि कस्यापि प्रश्नः अस्ति वा? तर्हि यत् तिङ् प्रत्ययः सन्ति खलु, तिप्त झि सिप्तस्थ, ते अपि सर्वे 3478 मध्ये आगच्छन्ति, नाम द्वितीय द्वितीयधातु अधिकारे 3478. तर्हि अस्तु, तर्हि चिन्ता मेन् पायिण्ट् किमस्ति, यत् द्वौ अधिकारौ स्तः, यत् तर्हि अत्र धातुप्रत्ययानां कृते विकरणप्रत्ययानां कृते एक अधिकारः अस्ति. तत्र धातुः इति शब्दस्य अनुवृत्तिः धातुरेकाचो हलादेः क्रियसमभारी यङ् इति सूत्रात् भवति. अन्ये सर्वे प्रत्ययाः सन्ति धातुप्रत्ययः तिङ् अथवा कृत्, तेषां कृते धातोः इति सूत्रात् धातु अधिकारः इति स्थितिः अस्ति. अस्तु, एतत् चिन्तयतु. प्रायः किं भवति, जनाः न जानामि परन्तु जनाः वक्तुमिच्छन्ति यत् वक्तुं शक्नुवन्ति यत् धातोः धातोः धातोः धातोः इति सूत्रात् अधिकारः भवति, तथा नास्ति. विकरणप्रत्ययानां कृते धातुप्रत्ययानां कृते अधिकारः धातोः इति सूत्रात् नास्ति, अपि तु धातोरेकाचो इति सूत्रात्. अस्तु, तर्हि अग्रे गच्छामः. अधुना इदानीं पर्यन्तम् अस्माभिः यत् अष्टाध्याया या मूल ये मूलविषयाः सन्ति ते अस्माभिः इदानीपर्यन्तं पठिताः, नाम गणाः के के सन्ति, गुण कुत्र कुत्र भवति, सूत्र सूत्रसहितदृष्टि सूत्रसहितदृष्टि का अस्ति, तदनन्तरं लकाराः कानि कानि के के सन्ति, तदनन्तरं समग्रदृष्टिः लकाराणां सूत्र अष्टाध्यायीसूत्राणां बलाबलमिति प्रथमवर्षे अस्माभिः एतत् सर्वं दृष्टम्। अधुना नूतनविषयः अस्ति, मेन् विषयः अस्ति, तदस्ति सार्वधातुकलकाराणां प्रकरणं, नाम अधुना वयं जानीमः खलु यत् लकाराः दशलकाराः सन्ति, चत्वारः लकाराः सार्वधातुकलकाराः सन्ति, अन्ये षड् लकाराः आर्धातुकलकाराः सन्ति इति तु अस्माभिः पूर्वमेव पठितम्। सार्वधातुकलकाराणां कृते एका पद्धतिः भवति, आर्धातुकलकाराणां कृते अन्य पद्धतिः भवति। सार्वधातुकलकारेषु आर्धातुकलकारेषु यत् प्रक्रिया अस्ति तत्र मुख्यभेदः कः अस्ति, कोऽपि स्मरति वा मुख्यभेदः कः अस्ति? धातु स्टिङ्ग् प्रत्यय साक्षात् दृश्यते, तत्तु अस्ति, किं प्रत्ययः साक्षात् पश्यति अथवा विकरणप्रत्यय आयाति, तदनन्तरं गणम् अनुसृत्य भेदः अस्ति। तर्हि सार्वधातुकलकारेषु लट् लङ् लोट् विधिलिङ् तत्र गणम् अनुसृत्य भेदः भवति, परन्तु आर्धातुकलकारेषु गणमनुसृत्य कोऽपि भेदः नास्ति, यतोहि तत्र तु विकरणप्रत्ययः नास्ति खलु, तद् सः मुख्यभेदः अस्ति। अतः अधुना वयं सार्वधातुकप्रकरणं पठामः यत्र धातुगणम् अनुसृत्य भेदः भवति। अतः भवादिगणे एका प्रक्रिया, दिवादिगणे एका प्रक्रिया, तुदादिगणे एका प्रक्रिया इति सः भिन्नभिन्नप्रक्रियाया भवति। तर्हि अधुना सर्वप्रथमं वयं सार्वधातुकप्रकरणं पठामः। तर्हि तत्र फिफ्त् अस्ति खलु, फिफ्त् सार्वधातुकप्रकरणम् अदन्तम् अङ्गं, यत् मूल इन्ट्रोडक्टरि करपत्रम् अस्ति, तद् कृपया उद्घाटयतु। अहमेव पठामि, अत्र त्रीणि एव वाक्यानि, फैव् सार्वधातुकप्रकरणं अदन्त अङ्गम् इति। तर्हि तस्य प्रथमभागः प्रथमपि न, तदेव तस्मादपि पूर्वं यत् मेन अस्ति करपत्रं, न करपत्रं पञ्चमकरपत्रं, पञ्चम एव, तत्र त्रीणि वाक्यानि, सार्वधातुकप्रकरणं अदन्तम् अङ्गम्। अधुना सार्वधातुकलकाराणां विषये पठिष्यामः। अस्मिन् पाठे यत्र अङ्गम् अदन्तम् अस्ति, अग्रिमे पाठे यत्र अङ्गम् अनदन्तम् अस्ति। पद्धतिः अत्यन्तं सुन्दरी, शीघ्रमेव सर्वेषां धातूनां लट् लोट् लङ् विधिलिङ्ग् च लकाराणां निर्माणविधिः ज्ञास्यते, अपि च एषु चतुर्षु लकारेषु सर्वेषां धातूनां तिङन्तरूपाणि ज्ञास्यन्ते, अतः पाठः अत्यन्तं व्यावहारिकः। सार्वधातुकप्रकरणं परिसमाप्य सप्तमे पाठे आर्धातुकप्रकरणे अवशिष्टाः लकाराः अधीयन्ते, नाम अधुना सर्वप्रथमं वयं सार्वधातुकलकाराणां विषये पठामः। तत्र तु वयं जानीमः यत् विकरणप्रत्ययः आगच्छति, अतः धातुगणम् अनुसृत्य भेदः भवति। तत्रापि यद्भेदः भवति तत् तत्र द्विविधम् अस्ति। एकस्मिन् भेदः अस्ति यत्र तिङ्प्रत्ययकृते यत् अङ्गम् अस्ति, नाम धातुयोगः विकरणप्रत्ययस्य योजनेन यत् अङ्गं निष्पद्यते, तत् अङ्गम् अदन्तम्। अदन्तम् इत्युक्ते किम्? अकार अन्तः, अकार केवलम् अकार न, ह्रस्व अकारः, अत् अन्त ह्रस्व अकारः, नाम यत्र अन्ते अकारः अस्ति, ह्रस्व अकारः, यथा भवादिगणे अस्ति, भवादिगणे पठ् योगः शप् अस्ति खलु, नाम पठ् योगः अ इति भवति, तिङ् प्रत्ययस्य कृते अङ्गं भवति पठ, तत् पठ अदन्तमस्ति खलु, तत् अदन्तमङ्गम् अस्ति, अतः तत् एकस्मिन् कोष्ठे आगच्छति। यदा अङ्गम् अदन्तं नास्ति, नाम अनदन्तं, तत् द्वितीयकोष्ठे आगच्छति। यथा उदाहरणमस्ति, यथा किमस्ति इति, श्नु प्रत्ययः अस्ति उदाहरणं, स्वादिगणे, स्वादिगणे श्नु अस्ति, तत्र उदाहरणमस्ति यत् ची योगः श्नु, चिनु, अङ्गं भवति चिनु, तच्चिनु अदन्तं नास्ति, अनदन्तमस्ति, अतः तस्य कृते प्रक्रिया किञ्चित् काचित् भिन्ना अस्ति। अतः सार्वधातुकलकारेषु अपि अदन्तम् अङ्गं कृते एकं प्रक्रिया, अनदन्तम् अङ्गं कृते अपि एकं प्रक्रिया इति एव अस्ति। नाम लट् लोट् लङ् विधिलिङ् इति सार्वधातुकलकाराणां कृते अदन्तम् अङ्गम् अस्ति चेत् तिङ्गन्तपदं कथं निष्पद्यते इति पठतु, अनदन्तम् अङ्गम् अस्ति चेत् तिङ्गन्तपदं कथं निष्पद्यते इति पठतु। यदि एतस्य ज्ञानं यदि अस्ति, तर्हि सर्वेषां धातूनां कृते, ये धातवः सन्ति, सर्वेषां कृते लट् लोट् लङ् विधिलिङ् इति रूपाणि वयं ज्ञातुं शक्नुमः। तर्हि अहं न जानामि भवत्या विद्या पाठशालां किमर्थम् आसीत्, परन्तु यदा अहं शिशुः आसं, बालकः आसं, तत्र विद्यालये यदा संस्कृतस्य व्याकरणस्य पाठनं भवति, पाठितम् अभवत्, तत्र ते कथं पाठयन्ति यत् अस्तु, धातुः अस्ति पट्, तस्य कृते लट् लोट् लङ् विधिलिङ् घृट् इति सर्वं करोतु। तदनन्तरम् अन्यधातुः अस्ति यथा भू, तस्य कृते लट् लोट् लङ् विधिलिङ्, नाम एकं धातुम् अनुसृत्य सर्वे लकाराः ते पाठयन्ति। परन्तु वस्तुतः तत् क्रमः तत् तु अवैज्ञानिकः अस्ति, तस्य आवश्यकता नास्ति। केवलं देर् आर् ओन्ली टु डिविजन्स्, सार्वधातुकलकार, आर्धातुकलकार। सार्वधातुकलकारेषु अपि लट् लोट् लङ् विधिलिङ् इति लकाराणां कृते अपि तत्र टु डिविजन्स् सन्ति, अदन्तमङ्गम् अनदन्तमङ्गम्। सो सार्वधातुक अदन्तं, सार्वधातुक अनदन्तं, तदनन्तरम् आर्धातुक इति डिविजन् सन्ति। तर्हि प्रत्येक माड्यूल् इति चिन्तयतु, माड्यूलर् अस्ति, तत्र प्रत्येक माड्यूल् कृते यदि वयं सर्वान् नियमान् यदि वयं जानीमः, तर्हि कोऽपि धातुः भवति चेत् तस्य कृते वयं रूपाणि कर्तुं शक्नुमः। तर्हि अत् माड्यूलर् अप्रोच् अस्ति, तत्र वैज्ञानिक अस्ति, तत्र धातुम् अनुसृत्य, प्रत्येकधातुम् अनुसृत्य रूपाणि मा करोतु, पढु पा हे आते, द्विसहस्रधातवः सन्ति, तस्य आवश्यकता नास्ति। केवलं 3-4 सेक्षन्स् सन्ति, तत्र यदि वयं प्रत्येक सेक्षन् मध्ये यदि वयं नियमान् जानीमः, तर्हि वयं तिङ्गन्तपदानां निष्पादनं कर्तुं शक्नुमः इति प्रश्नः। कस्यापि गृहे म्यूट् करोतु, यस्य गृहे शान्तिः नास्ति। अस्तु, सर्वे आगच्छन्ति वा? तर्हि अधुना वयं सार्वधातुकलकाराणां कृते अदन्तमङ्गम् इति विषये पठामः। अस्तु, तर्हि प्रथमकरपत्रमस्ति अङ्गम् इति विषयः, सर्वे प्राप्नुवन्ति वा? सर्वे प्राप्नुवन्ति वा? आं महोदय। अस्तु, तर्हि आं महोदय। भानुमहोदय अपि आगच्छति। आं महोदय, क्षम्यतां महोदय, विलम्बेन आगतं महोदय। अस्तु, नास्ति चिन्ता। तर्हि अरुणा महोदय अस्ति खलु? आं महोदय। भवती एव पठतु। अङ्गम् इति विषयः, सर्वप्रथमम् अङ्गं नाम किम् इति अस्माभिः ज्ञेयम्। यत् यस्मात् प्रत्यय प्रत्ययविधिः तदादिप्रत्यये अङ्गं प्रथम अध्याये चतुर्थपादे तृतीयः सूत्रः यस्मात् प्रकृतिरूपात् प्रत्ययः विहितः भवति यस्य आदौ प्रकृतिः अस्ति यस्य अनन्तरं स च प्रत्ययः उपस्थितः तस्य नाम अङ्गम् प्रकृति इति उक्तौ धातुः प्रातिपदिकं च यस्य आदौ उक्तं यतो हि मध्ये आगमः आदेशः च नास्ति चेदपि आहत्य प्रत्ययात् प्राक् यावत् अस्ति तत् सर्वम् अङ्गम् इत्युच्यते. विधानं विधिः प्रत्ययस्य विधिः प्रत्ययविधिः षष्ठी तत्पुरुषः तत्प्रकृतिरूपम् आदिः यस्य तत् तदादि बहुव्रीहि यस्मात् पञ्चम्यन्तं यस्मात् पञ्चम्यन्तं प्रत्ययविधिः प्रथमान्तं तदादि प्रथमान्तं प्रत्यये सप्तम्यन्तम् अङ्गं प्रथमान्तम् अनेकपदमिदं सूत्रं कोऽपि अधिकारः अनुवृत्ति वा नास्ति. सूत्रं स्वयं सम्पूर्णं यस्मात् प्रत्ययविधिः तदादिप्रत्यये अङ्गं. क्षम्यता महोदय, अहं सौण्ड् चिन्ता नास्ति. अवगच्छति वा किं लिखितमस्ति? महोदय अस्तु, तर्हि अत्र अङ्गम् इति शब्दस्य संज्ञासूत्रमस्ति अत्र. अङ्गं अहं विचारं कर्तुं प्रयत्नोमि. करोतु. प्रथमम् अङ्गम् इति किम् इति अहं जानीमः. यस् सूत्रमस्ति यस्मात् प्रत्ययविधिः तदादि प्रत्यये अङ्गम् इति सूत्रं वदति. यस्मात् प्रकृतिर् परतः प्रत्ययविहितः भवति तत् आदिप्रकृतिरूपशब्दं अङ्गमिति उच्यते. खलु? यस्य अनन्तरं स च प्रत्ययः उपस्थितः तस्य नाम अङ्गं. प्रकृति इति वदति ये धातुः वा प्रातिपादिकं च. प्रकृति किं? प्रकृति धातुः वा प्रातिपादिकं यस्य आदौ उक्तं यतः यतो हि मध्ये आगमः आदेशः च सन्ति चेदपि आहत्य प्रत्ययात् प्राक् यावत् अस्ति तत् सर्वम् अङ्गम् इति उच्यते. किमुच्यते? पाणिनिसूत्रपाठे कानि सूत्राणि आगम आदेश इति आगतुं विधेति तत्र प्रत्यय आदेश आगम प्रकृति आदेश आगम च प्रत्ययपरे तदपि अङ्गं भवति. प्रत्ययपूर्वम् आदेशः अस्ति वा आगम आदेशः रागमः अस्ति प्रकृतियोगः आदेशः रागमः चापि प्रत्ययस्य अङ्गं भवति. तदनन्तरं इदं विधिसूत्रमिति उच्यते. विधिसूत्रं नास्ति अत्र. संज्ञासूत्रमस्ति तत्र. विधि इत्युक्ते विधानं. तत्र विधानम् इति विधिः प्रत्ययस्य विधिः प्रत्ययविधिः पदच्छेदं कृत्वा विभक्तिरूपाणि दत्तानि यस्मात् पञ्चमी विभक्ति यस्मात् पञ्चम्यन्तं प्रत्ययः प्रत्ययविधिः प्रथमान्तं तदादिप्रथमान्तं प्रत्यये सप्तम्यन्तम् अङ्गं प्रथमान्तम् अनेकपदमिति सूत्रं न कोऽपि अधिक अनुवृत्तिसूत्रं नास्ति. सूत्रं स्वयं सम्पूर्णसूत्रं यस्मात् प्रत्ययविधिः तदादि प्रत्यये अङ्गम् इति. उत्तमं. तर्हि किम् अस्ति अत्र अङ्ग इति शब्दस्य अत्र संज्ञा अस्ति. तर्हि प्रत्यया सर्वे जानन्ति प्रकृतिः अस्ति. प्रकृति प्रत्यय प्रकृति इत्युक्ते धातु प्रातिपदिकं. तर्हि धातु अथवा प्रातिपदिकम् अस्ति तस्य अनन्तरं प्रत्ययः भवति इति सामान्यस्थितिः अस्ति, बहुत्र आगच्छति. तर्हि प्रश्नः अस्ति यत् प्रत्ययः अस्ति प्रकृतिः अस्ति किमपि प्रत्ययस्य विधानं भवति तर्हि अङ्गम् इत्युक्ते किम्. अस्तु, यदा प्रकृतिः अस्ति तदा प्रकृतिरूपात् प्रकृतिरूपात् यदि प्रत्ययः भवति, नाम प्रत्ययः प्रकृति अस्ति तदनन्तरं यदि प्रत्ययः प्रत्ययस्य विधानम् अस्ति तर्हि किं भवति, तस्यां स्थित्यां यस्य आदौ प्रकृतिः अस्ति, नाम यस्य आदौ धातु अथवा प्रातिपदिकम् अस्ति, यस्य अनन्तरं प्रत्ययः अस्ति, तत् सर्वभागः अङ्गम्. तर्हि अत्र आदि किमर्थं लिखितमस्ति, किमर्थं केवलं प्रकृति इति अङ्गं न. तर्हि प्रकृति इत्युक्ते केवलं धातुप्रातिपदिक, परन्तु धातुः प्रातिपदिक प्रत्ययस्य मध्ये अपि किं किम् आगन्तुं शक्नोति, आगमः सन्ति, आदेशः सन्ति, तर्हि ते किमपि भवन्तु सर्व यस्य आरम्भे धातु अथवा प्रातिपदिकम् अस्ति तत् सर्वम् अङ्गं, तत् सर्वभाग अङ्गम् अस्ति यदा तस्य अनन्तरं प्रत्ययः अस्ति. अतः लिखितमस्ति यस्मात् प्रत्ययविधिः, नाम तादृशभागः यस्मात् यस्य अनन्तरं, तस्मात् इत्युक्ते पञ्चमी खलु, यस्मात् इत्युक्ते तस्य साक्षात् अनन्तरं यदि प्रत्ययः अस्ति तर्हि तादृशभागः यस्य आदि, तदादि इत्युक्ते यस्य आदि प्रकृति अस्ति तत् भागं प्रत्ययस्य कृते अङ्गमस्ति. तर्हि भवति इति पदे ति इति प्रत्ययः अस्ति खलु. प्रकृति तु केवलं भू अस्ति, धातु भू अस्ति, परन्तु अङ्गम् इति सर्वं सर्वभागः अस्ति. भव तत् अङ्गमस्ति, तत्र भूधातु अपि अस्ति, अन्य आगमः आदेशः अपि सन्ति. तर्हि ति प्रत्ययस्य कृते यदा ति प्रत्ययः अनन्तरम् अस्ति तस्य कृते तत् पूर्वं यत् सम्पूर्णभागः अस्ति प्रकृतिम् आह प्रकृति आरभ्य सर्व अन्तपर्यन्तं तत् सर्वं भागम् अङ्गमस्ति इति अङ्गस्य संज्ञा. सर्वे आगच्छन्ति वा? आं महोदय. अस्तु तर्हि यत्किमपि महोदय यत्किमपि अस्ति प्रत्ययस्य पूर्वं तदङ्गम्. अस्तु पठतु महोदय अग्रे. कोएफिशिएंट वी से नो लाइक कोएफिशिएंट ऑफ एक्स मतलब हां तत्पूर्वं किमपि अस्ति कोएफिशिएंट. हां चिन्तयतु तादृशमेव. चिन्तयतु. अस्तु अरुणा महोदय पठतु अग्रे. आं महोदय. सार्वधातुकलकारेषु लट् लोट् लङ् विधिलिङ् इत्येषु तिङ्संज्ञकान् तिबादिप्रत्ययान् अधिकृत्य अङ्गं नाम धातु विकरणप्रत्ययोः संयुक्तरूपम्. यस्य तिङ्संज्ञा भवति सः तिङ्संज्ञकः. अत्र तिबादिप्रत्ययान् अधिकृत्य उदाहरणार्थं भवति इत्यस्य निर्माणसमये ति इत्यस्य दृष्ट्या अङ्गं भव इति इति अस्मात् पूर्वं यावत् अस्ति तत् सर्वं ति इत्यस्य कृते अङ्गम्। तर्हि अत्र अङ्गं नाम धातुविकरणप्रत्ययोः संयुक्तरूपं यथावत् यथा वद् योगः आ वद् भू योगः आ भव इत्यादीनि अङ्गानि। अतः सार्वधातुकलकार उच्चारणं कुर्वन्तः तिङ् सञ्ज्ञक सार्वधातुकलकार लुट् लट् लोट् लङ् विदिलिङ् चतुर् लकाराः सार्वधातुकलकाराः सार्वधातुकलकारेषु तिङ्संज्ञकान् विधीति त्रिपादिप्रत्ययान् अधिकृत्य अङ्गं नाम तिप् प्रत्यय पूर्वम् अङ्गं धातुयोगः विकरणप्रत्ययः संयुक्तरूपम् अङ्गं भवति। अत्र त्रिपादिप्रत्ययनिमिष तत्र सार्वधातुकलकारेषु किमस्ति धातु अस्ति विकरणप्रत्ययः अस्ति तिप् प्रत्ययः अस्ति। तर्हि तिप् प्रत्ययस्य कृते अङ्गम् इत्युक्ते धातु विकरणप्रत्ययस्य योजनेन यत् निष्पद्यते तद् अङ्गमस्ति अङ्गं भवति भवति। तत्र यत् यथा महोदयेन उक्तं वदति इति सूत्रे तिप्रत्ययस्य कृते वद इति अङ्गमस्ति, भवति इति सूत्रे तिप्रत्ययस्य कृते भव इति अङ्गमस्ति। तर्हि किमर्थं लिखितमस्ति सर्वम् अङ्गम् अङ्गम् अङ्गम्? तर्हि सार्वधातुकलकारेषु कथं करणीयं यत् तिप् प्रत्ययस्य एकभागः अस्ति तिङ् प्रत्ययस्य, तदनन्तरम् अङ्ग एकभागम् अस्ति, अङ्गस्य निर्माणम् इस् एककार्यमस्ति, तिङ् प्रत्ययस्य निर्माणम् अन्यभागम् अस्ति, तदनन्तरं केवलं योजनं करणीयम् इति अस्ति। तर्हि त्रीणि सोपानानि सन्ति सार्वधातुकलकारेषु कृते लकाराणां कृते तिङ्प्रत्ययस्य निष्पादनस्य कृते त्रीणि सोपानानि एव सन्ति। तत्र तिङ्प्रत्ययस्य निष्पादनं तथा तिङ्प्रत्ययं कथं तत्र तस्य रूपं कथं भवति, तदनन्तरं द्वितीयसोपानम् अस्ति भिन्नसोपानम् अङ्गस्य निष्पादनम् अङ्गं कथं निष्पद्यते, तृतीयसोपानः अस्ति केवलम् अङ्ग तिङ्प्रत्ययस्य योजनम् इति त्रीणि सोपानानि सन्ति। इति त्रीणि सोपानानि यदि वयं सम्यक् रूपेण यदि वयं कुर्मः तर्हि सार्वधातुकलकारेषु तत्र कोऽपि किमपि तिङ्गन्तपदं वयं कर्तुं शक्नुमः इति अस्ति। अस्तु तर्हि समापयतु महोदय सेक्षन् इदानीम् इदम्। महोदय पठतु। क्षम्यताम् अन्यः पठतु, अहं पेज् कार्ड् मिस् कृतवान्। अस्तु तर्हि न किमपि लिखितं नास्ति, इदानीम् इदं सार्वधातुकलकाराणाम् अङ्गं कथं निर्मीयते इति विषयः, बहुत्र किमपि विशेषं कार्यं नास्ति केवलं संयोजनं, यथा वद्योगः शप् वद्योगः अवद, तत्र वद इति अङ्गे किमपि कार्यं नास्ति अङ्गकार्यं नास्ति, तत्र वद् प्रत्ययः अस्ति धातुः अस्ति अ शप् प्रत्ययः अस्ति वद इति भवति, किन्तु केषुचित् प्रसङ्गेषु कार्यं भवति यथा भूयोगः शप् तत्र गुणकार्यं भवति भव, भूयोगः अ भू अ इति तु न भवति किल, किञ्चित् कार्यम् अस्ति येन भव इति अङ्गं निष्पन्नं स्यात्। तर्हि प्रश्नः अस्ति यत् अङ्गं कथं निष्पद्यते इति एकं चिन्तनमस्ति, बहुत्र केवलं वर्णमेलनमस्ति, यथा पठ् योगः शप् पठ, केवलं वर्णमेलनं, वद् योगः अवद्, कुत्र कुत्र तु गुणकार्यमिति भवति, अत्र भूयोगः अभव इति. अतः तद् चिन्ता सार्वधातुक लकारेषु सर्वप्रथमं चिन्तनीयं यत् अङ्गस्य निर्माणं कथं भवति. अस्तु, तदनन्तरम् अत्र इत्संज्ञा नाम का इति विषये किञ्चित् पुनःस्मरणं भवति. इत् इत्युक्ते किं सर्वे जानन्ति, इत् इत्युक्ते किं, परन्तु एकवारं पुनः पठिष्यामः. इत् किमस्ति, षित् किमस्ति इत्यनयोः अर्थः सम्यक् न ज्ञायते चेत् अग्रे द्वयोः पङ्क्तियोः मध्ये स्थितः भागः अवश्यं पठनीयः. ये अस्मिन् विषये सम्यक् स्मरन्ति ते इदम् उपभागम् अपठित्वा साक्षात् ततः अग्रे गच्छेयुः. तर्हि वयं सर्वे जानीमः यत् इत् किमस्ति, षित् किमस्ति, जानन्ति खलु इत् इति को अस्ति. भानु महोदय, इत् इत्युक्ते किम्? इत् संज्ञा महोदय, अनुबन्धनिष्कासं संज्ञा उपयोगं कुर्वन्ति. महोदयस्य गृहे कोलाहलः अस्ति महोदय. अस्तु, म्यूट् करोतु. मलर् महोदय अस्ति वा? इत्युक्ते किं? इत्युक्ते एक संज्ञा अस्ति, लोपः भवति, तत् वर्णः लोपः भवति. इत् इत्युक्ते इत् संज्ञाप्रकरणं सर्वे जानन्ति खलु? आं महोदय. तर्हि तस्य लोपः सप्तसूत्राणि सन्ति. षित् इत्युक्ते किं? षित् यत्र षकारः भवति तत् मदर् महोदय. कित् कित् इत्युक्ते किं? कित् कित् महोदय क वर्ग न, केवलं ककारः. ककारः यत्र ककारः इत् अस्ति तत् कित्. तथैव पित् इत्युक्ते यत्र पकारः इत् अस्ति तत्र पित्. पित् इत्युक्ते नकारः यत्र अस्ति तत् नित्. तर्हि वयं सर्वे जानीमः खलु यत्र कित् अथवा नित् अस्ति तत्र गुणकार्यं न भवति. यत्र सार्वधातुकलकारस्य यत्र षित् अस्ति, पित् अस्ति, तत्र गुणं भवति इति तु वयं सर्वे जानीमः. तर्हि तत्तु हा क्षत्रि अपि षित् प्रत्यये अस्ति खलु क्षत्रि. केन सूत्रेण षकारस्य इत् संज्ञा भवति? तर्हि शत्र अपि षित् प्रत्ययः अस्ति. मदर् महोदय, अन्ये षित् प्रत्ययाः के के सन्ति जानन्ति वा? षित् प्रत्ययानाम् उदाहरणं ददातु. षित् षित् षित् प्रत्ययानाम् एकमस्ति शत्र, अन्य एकनिमिष मल्लर् महोदय. शत्रु तदनन्तरं जानन्ति भवती सर्वे सर्वे अत्र जानन्ति षित् प्रत्ययस्य उदाहरणं सामान्यं बहु बहु सामान्यं प्रत्ययं विकरणप्रत्ययः सर्वे सर्वे न ऊकाय शप्नु सर्वे षित् प्रत्ययाः सन्ति. अस्तु, तर्हि षित् प्रत्ययाः बहवः सन्ति. अस्तु, तर्हि विजि महोदय. कित् प्रत्ययस्य उदाहरणं ददतु प्रत्यय प्रत्यय तव तु प्रत्यय तत्र ककारस्य लोपः भवति इत्यतः ककार लोपः भवति सप्तलोपः इति तदनन्तरं महोदय पित् प्रत्ययस्य उदाहरणं ददातु विजि महोदय पित् पित् जानाति शप् महोदय शप् अस्ति खलु शप् महोदय शप् शप् शप् इदस्ति खलु प्रत्ययः अस्ति शप् तर्हि तदनन्तरं तुबुन् प्रत्ययः अस्ति तुबुन् प्रत्ययः शित् अपि नास्ति पित् अपि नास्ति कित् अपि नास्ति गित् अपि किमपि नास्ति तुबुन् अस्ति कुत्र कुत्र महोदय तुमुन् तुमुन् तुमुन् तुमुन् तत्तु आजादुकप्रत्ययः खलु हा तत्तु आजादुकः परन्तु तत्र किमपि नास्ति निच् प्रत्यय अत्र इच् हलन्त्यं नकारं नकारं छुटु इति सूत्रेण नकारः लोपः न भवति वा भवति तत्र तत्र अहं तत्र षित् नास्ति कित् नास्ति किमपि नास्ति ओ ओ सारि क्षम्यता भवति अस्माकम् अधुना केवलं षित् कित् पित् कित् पित् इति अस्ति तर्हि एतत् वयं सर्वे जानीमः यत्र पित् अस्ति तर्हि शप् अस्ति तत्र पित् अस्ति गुणं भवति पित् नास्ति चेत् गुणं न भवति कित् नित् नास्ति चेत् गुणं न भवति तद् वयं सर्वं जानीमः तर्हि कथनस्य आशयः अस्ति यत् षित् तस्य षित् इति तस्य प्रयोजनं किं यत् षित् अस्ति चेत् तिङ्क्षित् सार्वधातुकम् इति सूत्रेण सार्वधातुकसंज्ञा भवति सार्वधातुकसंज्ञा भवति चेत् तत्र गुणकार्यं भवितुं शक्नोति परन्तु गुणं तथैव भवति यदा पित् अस्ति पित् नास्ति चेत् कित् नित्वद् भवति सार्वधातुकम् अपि निति च इति सूत्रेण कित् अथवा णित् इति प्रत्ययस्य गुणं न भवति प्रत्ययस्य अप्रत्ययस्य चेत् गुणं न भवति इति अस्ति अतः कित् नित् पित् इति सर्वस्य महत्त्वमस्ति सार्वधातुकलकारेषु अस्तु तर्हि एतत् सर्वं वयं जानीमः अतः वयं पुनः न पठामः अस्तु तर्हि अधुना अग्रिमरविवासरे तिङ्षित् सार्वधातुकम् इति सूत्रात् आरभ्य पुनः एकवारम् अग्रे गच्छामः यत्र अङ्गं कथं निष्पद्यते इति वयं पठामः एकवारम् अङ्गं कथं निष्पद्यते इति वयं पठामः तदनन्तरं प्रत्ययस्य भागः कथं निष्पद्यते इति वयं पठामः तदनन्तरं प्रत्येकगणम् अनुसृत्य अङ्गकार्यं किं भवति इति वयं पठामः तदनन्तरं योजनं कथं भवति इति पठामः एतत् सर्वं यदा वयं पठामः तर्हि वयं दशगणेषु सार्वधातुकलकारेषु रूपाणि कथं भवन्ति इति वयं समीचीनरीत्या वयं कर्तुं शक्नुमः इति प्रश्नः अस्ति इति वार्ता अस्ति अस्तु तर्हि प्रश्नः अस्ति वा कस्यापि महोदय प्रथम चतुर्थ चाप्टर् 13 धातोः एकाचो हलादेः क्रियासमाद्विहारे यङ् सूत्रस्य अर्थः किं तत्र तस्य न वदति हा तस्य अधुना तस्य अर्थः तु वयं न पठितवन्तः अत्र अधुना तस्य महत्त्वं न परन्तु झटिति वदामि तत्र एकः यङ् प्रत्ययः अस्ति कोऽपि जानाति वा यङ् प्रत्ययः कः अस्ति कर्मणि प्रयोगे न तत्तु यक् अस्ति यङ् यङ् प्रायः जनाः प्रायः न जानन्ति यतोहि तस्य प्रयोग ग्राह्य इति वदनेन ग्राह्ययोजने य प्रत्ययेन वा ग्राह्य इति तिङन्तपदं तर्हि यङ् एकः प्रत्ययः अस्ति तस्य प्रायः आधुनिक तत्र भाषायां प्रयोगः अधिकः नास्ति परन्तु यङ् प्रत्ययः अस्ति तदपि आतिदेशिकप्रत्ययः अस्ति तत्र यङ् यदा आगच्छति तत्र नूतनधातुः भवति यथा णिच् अस्ति न णिच् णिच् तथैव यङ् अपि अस्ति यङ् तस्य योजनेन नूतनधातुः भवति तस्य अर्थं किम् अथवा णिच् तस्य अर्थः भवति यथा प्रेरणा अस्ति खलु पाठयति कारयति यदा प्रेरणा अस्ति तत्र णिच् भवति यङ् कुत्र भवति यङ् तत्र भवति यत्र समभिहारः अस्ति तत्र लिखितमस्ति खलु धातोः एकाचो समभिहारे यङ् यत्र समभिहारः अस्ति तत्र यङ् प्रत्ययस्य प्रयोजनं भवति प्रयोगः भवति समभिहारः इत्युक्ते किं समभिहारः इत्युक्ते यदा वारं वारं यदि अहं किमपि कर्तुम् इच्छामि करोमि तद् वारं वारं यत् अस्ति तत् तत् समभिहारः अस्ति तत्र वारं वारम् इति प्रदर्शयितुं यङ् प्रत्ययस्य प्रयोगः भवति यथा अहं पठामि परन्तु यदि अहं कथयितुम् इच्छामि यत् अहं वारं वारं पठामि अहं पुनः पुनः पठामि तर्हि तत्र पुनः पुनः पठामि तत्र पुनः पुनः पठामि तत्र यङ् प्रत्ययस्य योजन प्रयोगं वयं कर्तुं शक्नुमः तर्हि पठ् योगः यङ् इति यङ् प्रत्ययः अस्ति तेन नूतनधातुः भवति कथं भवति सर्वं वयम् अग्रे पठामः पठिष्यामः अधुना तु नास्ति परन्तु पठ् अस्ति तत्र पापठ्य इति नूतनधातुः भवति तर्हि यदि कोऽपि वदति अहं पठामि तस्य अर्थः अस्ति अहं पठामि परन्तु यदि कोऽपि वदति यत् अहं पापठ्यामि तत्र पापठ्यामि इति यङ् प्रत्ययः अस्ति तस्य अर्थः अस्ति यत् अहं पुनः पुनः पठामि तर्हि गतवर्गे प्राप्श्न इति दातु गतं किल उदाहरणं कस्मिन् वर्गे तर्हि प्रापृश् अपि तथैव अस्ति परन्तु पठ् अस्ति तर्हि सामान्यतया जनाः किं वदन्ति ते पापठ्यामि न वदन्ति ते पुनः पुनः पठामि इति वदन्ति तर्हि अहं पठामि अहं पुनः पुनः पठामि अपि सम्यक् अस्ति परन्तु अतः आधुनिककाले यङ् प्रत्यये प्रायः बहवः जनाः विद्यालयेषु इति न पठन्ति यतः ते अहं पुनः पुनः पठामि एतदेव वदन्ति परन्तु यदि वयं पुनः पुनः पठामि इति पदानां कृते एकमेव पदं यदि वयम् इच्छामः तर्हि अहं पापठ्यामि महोदय एतदपि तु सन्त यङ् यङ् सनादि महोदय प्रतिदातु यङ् प्रत्यये स्वीकृत्य पुनः एक नूतनधातु आगच्छति कृते न भवति न भवति केचन धातवः एव सन्ति विशिष्टधातु स्वीकृत्य अत्र लिखितमस्ति खलु सूत्रे एव लिखितमस्ति धातोः एकाचो एकाच यत्र एकाच एव अस्ति तत्रैव यङ् प्रत्यय पट् इति धातु मध्ये एकाच इति कारणेन एकः एकस्वर्णम् एकस्वरः ओके यदि धातवः सन्ति यत्र अनेकाचः सन्ति तत्र उदाहरणं चोरि धातुः अस्ति खलु निजन्तधातुः तत्र यं प्रत्ययः न आगन्तुं शक्नोति न अस्ति वर्णद्वयम् अस्ति महोदय शोगशूर अनुनासिके च इति सूत्रस्य उदाहरणं प्राप्रश्ने समानं वा पाप्रश्मि तत्रापि प्रायः तदेव अस्ति. तत्र एकं यङ्ग् यत्र यङ्ग् अस्ति तत्र यङ्ग् लुगन्त अपि अस्ति, तद् भिन्नम् अस्ति. तत्र यङ्ग् नास्ति परन्तु भिन्नम् अस्ति. तत्र अग्रे पठामः. अधुना केवलं यङ् प्रत्ययस्य मया यङ् प्रत्ययः कुत्र आगच्छति सूत्रे लिखितमस्ति, अतः मया वदितं, मया उक्तं, परन्तु अग्रे वयं पठामः इति अस्ति. तर्हि यदि कोऽपि यदि पुनः पुनः पठति तस्य कृते एकमेव शब्दम् इच्छति तर् पा पठ्यति इति वक्तुं शक्नोति. स्टैल् अस्ति. अस्तु तर्हि विरमामः. अधुना अग्रिमरविवासरे कुर्मः. तर्हि धन्यवादः. शुभरात्रिः, शुभदिनं. धन्यवादः.